येनाक्षरसमान्मायमधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनीये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनीं सूत्रकारञ्च प्रणतोऽस्मि मुनित्रयं नत्वा सरस्वतीं देवीं शुद्धाङ्गुण्यां करोम्यहं पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीम् हरि ओम् श्रीगुरुभ्यो नमः हरिः ओम् अस्तु अत्र इदानीम् इदानीं गतवर्गे वयं दृष्टवन्तः अत्र कथं स्टप् भवति इति कथम् एकमेकम् अत्र पदं स्वीकृत्य किं किम् अभवत् इति वयं दृष्टवन्तः अत्र हलन्त्यम् इति अङ्गं खलु एतत् एतदेव द्रष्टव्यम् हलन्तदातवः किं किम् अभवत् इति एतदेव अत्र द्रष्टव्यम् हलन्तदातवः अनन्तलक्ष्मी एव पठतु कलन्तदातवः द्वादौ ईदृशाः धातवः सन्ति अत्र इकुपथ धातूनाम् उपधायाम् इक् स्वरस्य गुणः इक् प्रत्याहारः नाम इ उ ऋ ल इकुपथ अत्र लघु इक् अस्ति अनन्तरं दीर्घः अस्ति कुहन्तलघुपदस्य च अनन्तरं कथं भवति इति वयं उक्तवन्तः खलु टेक् पठतु पठतु इक् प्रत्याहारः नाम इ उ ऋ ल इकुपथ धातुः नाम यस्य धातोः उभधायाम् इक्स्वरः अस्ति सः स्वरात् सकारस्य योजनेन केवलं ह्रस्वः स्वरः निर्दिष्टः अतः इत् नाम ह्रस्व इकारः उत् नाम ह्रस्व उकारः ऋत् नाम ह्रस्व ऋकारः इदुपथ धातुः नाम यस्य धातोः उपधायाम् ह्रस्व इकारः अस्ति सः उदुपत् धातुः नाम यस्य धातोः उपधायां ह्रस्वः उकारः अस्ति सः ऋतुपत् धातुः नाम यस्य धातोः उपधायां ह्रस्व ऋकारः अस्ति सः अत्र पूर्वमेव वयं दृष्टवन्तः इक् प्रत्याहारः नाम किम् इऊरु लु इतः पर्यन्तं सन्ति अत्र इक् उपधातु नाम यस्य धातोः उपधायाम् इक् स्वरः अस्ति वयं जानीमः एतत् एव पुगन्तलघुपदस्य परन्तु अत्र तत् समये तामरे भगिनी अपि अत्र समीचीनतया उक्तवती किम् सार्वधातुक अर्धधातुकयोः अनन्तरं पुगन्तलघुपदस्य च इत्यनेन अत्र भेदः किम् इति वयं दृष्टवन्तः इदानीमत्र इदु उपधातवः इत् ई उपदा उपदा इत्यस्य अन्तिमवर्णस्य स्थाने पूर्ववर्णः यत् अस्ति तत्र ई इति श्रूयते उदाहरणरूपेण स्वीकुर्मः चेत् तिक् इति अस्ति तकारः पूर्वम् ईकारः अतः तत्र इद् उपदा इदानीम् अनन्तरमत्र उकारः अस्ति चेत् उद् उपदा ऋकारः सन्ति चेत् ऋद् उपदा तावदेव अत्र किमपि क्लेशः नास्ति एव इदानीमत्र गोदमल् पठतु गोदमल् नमस्कारः नमस्कारः पठतु किम् इदु उपद धातवः इदु उपद धातवः देवादौ ईदृश्यः धातवः सन्ति तिक् योगः शप् लषक्ष्व तदिद्वते इत्यनेन शकारलोपः हल्यन्तम् इत्यनेन पाक पकारलोपः तिक् योगाः पुगन्तलघूपदस्य च इत्यनेन उपदायाम् इक् स्वरस्य गुणः टेक् योगः आ टेक् इत्यङ्गम् तथैव शपः योग शपः एटः पिट् पेट् चेत् निश् नेश् इत्यादीनि अङ्गानि निष्पन्नानि उत्तमम् अत्र टिक् इति अस्ति अत्र टकार ककारः प्रथमम् ईकारः टकारः ककारः अस्ति ककारपूर्वं किं वर्णः टकारः एतदेव उपद अस्ति उपदायां किम् अस्ति अत्र इदानीम् ईद् ई एव श्रूयते टिक् ई एव श्रूयते अतः तत्र ईद् उपदा इदानीम् अत्र शप् भवति लशको तद्धिते इत्यनेन अत्र वयं जानीमः चकारः ईत् भवति चकारः उत्तरवर्ति अकारः तिष्ठति अनन्तरं तत्र हलन्त्यम् इत्यनेन अकारस्य लोपः भवति तिक्तियोगः आ शप् मध्ये आ एव तिष्ठति इदानीं पुगन्तलघुपदस्य च इत्यनेन उपदायं स्थितस्य ई इति श्रूयते खलु अत्र गुणः भवति ई स्थाने किं भवति ए एव भवति इदानीं पुगन्तलघुपदस्य च इत्यनेन एव गुणः भवति टेक् इति भवति तदेव अत्र इट् योगः शप् इदानीं दृष्टवन्तः तदेव भवति अत्र इट् अस्ति चेत् चप् भवति इट् चप् इट् आ अनन्तरम् अत्र ए भवति एट् योगः एट् एव भवति तदेव पिट् अस्ति चेत् इकारस्य स्थाने एकारः भवति पेट् भवति चित् इकारः भवति उपधायाम् अत्र चेत् भवति, निश् भवति चेत् अत्र इकारस्य स्थाने एकारः भूत्वा पुगन्तलघुपदस्य च इत्यनेन नेश् भवति इत्यादीनि अङ्गानि अत्र निष्पन्नानि। किमपि अत्र क्लेशः भवति वा? समीचीनम्, अस्तु। इदानीमत्र ऊदु उपदा, इदानीं तित् तकारपूर्वम् ईकारः अस्ति अतः तत्र ईदु उपदा। इदानीम् उकारः भवति, सुच् इति अस्ति, चकारः उकारः चकारः। इदानीमत्र ऊ एव तिष्ठति, शू, उकारः श्रूयते, उपदायां स्थितस्य वर्णस्य उदु उपदा इति अस्ति। इदानीम् अञ्जना भगिनी पठतु। नमस्कारः। शुच् योगः शप् लशक तदिते इत्यनेन शकारः लोपः, अलन्त्यम् इत्यनेन पकारः लोपः, शुच् योगः अ पुगन्तलघुपदस्य च इत्यनेन उपदायाम् इक् स्वरस्य गुणः, शोच् योगः अ इत्युक्ते शोच् इत्यङ्गम्। तदेव कुज् योगः शप् कोज्, लुट् योग इत्युक्ते लोट्, मुद् इत्युक्ते मोद्, टुब् इत्युक्ते शोब् इत्यादीनि अङ्गानि निष्पन्नानि। इति अत्र प्रतिपादयतु। कुज् योगः शप् योगः, कुज् योगः शप् कु इक् उ इज् उ लशक तदिते इत्यनेन शप् शप शप् शप् मे लशक तदिते इत्यनेन शकारः हलन्त्यं तस्य लप् इत्यनेन पकारः आकारः तिष्ठति। देन् शुच् कुज् कु इक् उ इज् पुगन्तलघुपदस्य ऊकारः लो ऊकारगुण भवति, ओकारः आगच्छन्ति इत्युक्ते कोज् निष्पन्न इति। उत्तमम्, उत्तमम्। अनन्तरम् अत्र लुट् अस्ति, लुट् शान्ता भगिनी वदतु। उदुपायाः भवाद्याः ईश्याः ईदृशाः चतुष्षष्टि धातवः सन्ति। शुच् योगः शप् कुत्र पठति? कुत्र पठति? कुत्र पठति? उदुपदाः, अस्तु अदा, ओके। तथैव कुज् योगः शप् कोज्, लुट् लोट्, मुद् लुट् लुट् इदानीं वर्गे नास्ति वा? वर्गे नास्ति वा? वर्गे एव अस्मि। लुट् लुट् इत्युक्ते अत्र कथं लोट् भवति इति प्रतिपादयतु। इदानीम् अञ्जना प्रतिपादितवती खलु, तदेव प्रतिपादयतु। उद्योगः शप् लशकृतेन शान्ता भगिनी न श्रूयते वा? श्रूयते। अनिल् महोदय वदतु। लुट् लुट् योग शप् लसकतदित इत्यनेन सकारलोप, हलन्त्यन इत्यनेन पकारलोप, अनन्तरम् अकार एव तस्य लोपः, अनन्तरम् अकार एव तिष्ठति। लुट् योग अकार पुगन्तलघुपदस्य च इत्यनेन उपदायाम् इकस्वरस्य गुणः, कारणेन उकारस्य उकार भवति। लोट् योग अ अनन्तरं वर्णमेलनेन लोट इति निष्पन्नम्। उत्तमम्, इदानीम् अत्र मुद् अस्ति. शान्ता भगिनी वदतु. मुद् योगः शप् अशत्पदितेन अकारः लोपः अलन्तम् इत्यनेन अकारलोपः भवति तथा मुद् योगः आ एव तिष्ठति. सुगन्धलघुपदस्य च इत्यनेन उपधायाम् इक् स्वरस्य गुणः ए भवति ओ भवति अतः मुद् गुणः अ मोद इति भवति. अन्तलक्ष्मी अस्ति वा? गोदमल् वदतु. गोदमल् अस्मि. शुच् योगः शप् शुभ् शुभ् शुभ् इति अस्ति अत्र. एतत् स्वीकृत्य वदतु. शुभ् योगः शोभ. शुभ् शोभा इत्यादीनि अङ्गानि निष्पन्नानि. न न अत्र शुभ् शुभ् कथं शोभ भवति एतदेव उदाहरणमस्ति. अत्र उदाहरणम् एतदेव. शुभ् अस्ति योगः शप् अस्ति. शप् चकारः लशको तद्धिते इत्यनेन लोपः पकारः शास्थाने अकारः भवति. अकारः भवति. इदानीं शुभ् योगः अकारः. अनन्तरं शुच् न शुचि नास्ति. शुभ् एव शुभ्. एतत्तु उदाहरणमस्ति. शुचि इति उदाहरणमस्ति. इदानीमत्र शुभ् अस्ति. शुभ् योगः आ एव. अनन्तरं किं भवति? कार्यं किं भवति? पुगन्तलघुपदस्य चैतन्येन उपादाय स्वरस्य गुणः शुच् स्थाने. इदानीम् इक् इक् गुणः भवति खलु. अतः उकारस्य स्थाने उकारस्थाने ऊकारः भवति. ऊकारः भवति अतः शोभ इति भवति. इदानीम् अत्र ऋकारान्तदातवः. अन्तलक्ष्मी पठतु. अञ्जना पठतु. रुदु पदाः भवादयो ईदृशाः धातवाः सन्ति. रु इत्यस्य गुणः अर्. कृज् योगः शप्. लशकतद्धिते इत्यनेन शकारः लोपः. अलन्त्यम् इत्यनेन पकारः लोपः. कृज् योगः आ. पुगन्तलघुपदस्य च इत्यनेन उपधायाम् इक् स्वरस्य गुणः. कृज् योगः आ इत्युक्ते क्रज् इत्यङ्गं निष्पन्नानि पद चलतं वा? अन्यपदमपि स्वीकृत्य वदतु. कृश् इति भवति. कृश् योगः शाप् इत्युक्ते क्रश् लशकतदिते इत्यनेन सकारः लोपः. हलन्त्यं इत्यनेन पकारः लोपः आ भवति. कृष् योगः आ. इग् इज् पुगन्तलघुपदस्य इत्यनेन उपधायाम् इक् वर्णस्य गुणः. क्रज् योगः आ. स्पर्श स्पर्श भवति खलु स्पर्श योगः स्पर्श अकारमेलनेन स्पर्श इति अङ्गम् स्पर्श योगः आर् अकारमेलनेन स्पर्श इति अङ्गं निष्पन्नानि स्पर्श इति भवति शान्ता भगिनी वदतु शान्ता अस्ति वा दृश्ययोगः शप् दशप्रतिदिते इत्यनेन शकारस्य लोपः हलन्ते इति श्लोपेन पकारस्य लोपः भवति अतः दृश्योगः अ इति तिष्ठति उगन्धलघुपदस्य इत्यनेन उपधायाम् इक्स्वरस्य गुणः भवति हर्ष हृष इति वद हर्ष इति भवति हर्षयोगः अ हर्ष हर्षवर्धनम् हर्ष इति भवति इदानीं सृप् सृप् भवति खलु कथं वदामि अर् भवति अनिल् महोदय वदतु सृप् सृप् सृप् योग शप् लसक्वतद्धिते इत्यनेन सकारः लोपः अलन्त्यम् इत्यनेन पकारः पकारलोपः तस्य लोप इत्यनेन सकारपकार अनन्तरम् अकार एव तिष्ठति सृप् योग आ पुगन्तलघुपदस्य च इत्यनेन उपधायाम् इक् स्वरस्य गुणः तत्कारणेन ऋकारस्य अर् भवति ऋकारस्य स्थाने अर् आगच्छति सर्प् योग अ वर्णमेलनेन सर्प इति अङ्गम् उत्तमम् इदानीम् अत्र मृष्ट् भवति गोधमल् वदतु एतदेव उदाहरणम् गृज्योगः शपे लशक कदति द्वित्वे द्विते इत्यनेन शकारलोपः हल्यन्त्यम् इत्यनेन पकारलोपः गृज् योगः हा पुगन्तलघु लगन्त लघुपदस्य च इत्यनेन उपादायाम् इक् स्वरस्य गुणः गत् योग आ गच् इत्यङ्गं तथैव कृषयोगः च कर्ष कर्ष हृष् हर्ष् स्तृप् सप् मृष् मृष् इत्यादीनि अङ्गानि निष्पन्नानि मृष् अस्ति चेत् अत्र गुणः भूत्वा ऋकारस्य अर् भवति उरण्ड्रपः अपि कार्यं करोति मार्स् इत्यादीनि अङ्गानि अत्र भवन्ति इदानीम् अत्र अदु उपददातवः अदु उपददातवः अत्र अण्डरश्मि नास्ति वा अत्र पठतु इदानीं पठितुं शक्यते द्वादौ ईदृशाः धातवः सन्ति अत्र ह्रस्व अकारः उपधायाम् अस्ति अकारस्य गुणः अकारस्य गुणविकृति न भवति एव अतः किमपि अङ्गकार्यं नास्ति लज्ज योगः शप् लसकृतदिते इत्यनेन शकारः लोपः हलन्त्यं तस्य लोप हलन्त्यम् इत्यनेन पकारलोपः लज्ज योगः आ लज इत्यङ्गम् अस्तु उत्तमम् इदानीम् अत्र प्रकृति विकृति इति अस्ति अतः एव अत्र गुणः इति विकृतिः न भवति. प्रकृति इत्युक्ते किं? स्वर्णमस्ति खलु, एतदेव प्रकृति. इदानीम् आभूषणं स्वर्णात् आभूषणं भवति, तत्र किमपि कार्यं भवति, एतदेव विकृति. प्रकृति विकृति, अत्र विकृति किमपि नास्ति. अतः अङ्गकार्यं बहु सुलभमेव. तदेव अक्कयोगः शप् अन्तलक्ष्मी अञ्जना वदतु. अक्कयोगः शप् अक्कयोगः शप् अका लशकचदिते इत्यनेन शकारः लोपः, अलञ्चन्तस्य इत्यनेन पकारः लोपः, आकारः तिष्ठति. अक्कयोगः आ अका निष्पन्नानि. उत्तमं. नट् इति कथं भवति? शान्ता भगिनी वदतु. गोदमल् वदतु. कक् अक् अक्लो योगः शप् अक् इदानीम् अभवत्. अक् अञ्जना भगिन्याः कृतम्. इदानीं भवती नट् वदतु. नट् नट् नट् योगः शप् लशकसूत्रेण चकारस्य लोपः, हलन्त्यमित्येन पकारस्य लोपः, नट् योगः आ एव तिष्ठति. नट इति भवति योजनेन. उत्तमं. किमपि विकृति नास्ति एव. अनन्तरम् अत्र यत् अस्ति तदैव भवति यत, वद् अस्ति तदैव भवति वद. इदानीं शेषाः भवादौ अत्र षड् एकवारम् अपि पेज् ओदरं कूड काटु मले प्लीस्. अत्र विकृति किमपि नास्ति एव. विकृति किमपि नास्ति. लघु इक् वर्णः नास्ति. आ इति गुणः न भवितुम् अर्हति. अतः किमपि कार्यं नास्ति. बहु सुलभमेव. इदानीम् अत्र भवती एव पठितु पठतु. शेषाः स्वाद्याः ईदृशाः षोडश अधिक पञ्चशतधातवः सन्ति. अत्र उपधायाम् एकस्वरः नास्ति, अतः किमपि अङ्गकार्यं नास्ति. सेक् गुणः शप् दशकृतेन शकारस्य लोपः, हलन्त्यम् इत्यस्य पकारस्य लोपः, सेक् योगः अ सेक इत्यङ्गम्. तथैव मूर्छ योगः शप् मूर्छ, मन्थ मन्थ, वन्द वन्द, सूद सूद इत्यादीनि अङ्गानि निष्पन्नानि. इदानीं सर्वे आत्मनेपदे धातवः सन्ति खलु. इदानीम् अत्र किमपि क्लेशः भवति वा? प्रश्नः उदेति वा? सुलभमेव खलु. अत्र किमपि विकृति नास्ति. विकृति नास्ति. अतः आयोजनेन वर्णमेलनमेव. किमपि अत्र कार्यम् अस्ति एव. इदानीम् अग्रे गच्छेम. इदानीम् एतत् पाठः तु किम् अस्ति? 02 अङ्गकार्यं गुणः इति भवति. अत्र अभवत् एव एतत् अङ्गकार्यं गुणः. इदानीं तिङ् प्रत्ययानां रूपसिद्धिः. तिङ् उत्तमम्. इदानीम् अत्र अनिल् महोदय पठतु. एतत्तु तृतीयबिन्दुः. तिङ् प्रत्ययानां सिद्धिः. तृतीयबिन्दु तिङ् प्रत्ययानां सिद्धिः. प्रथमे द्वितीये च पाठयोः अङ्गं कथं निर्मीयते इति अस्माभिः अवलोकितम्. अधुना अङ्गं निर्मितं. जय नय भव हर तर गाय शोभ कर्ष लज यत वद मूर्छ वन्द इत्यादीनि भवादिगणीय अङ्गानि साधितानि. ततः अग्रे क्रियापदस्य निर्माणार्थं किम् अवशिष्टं? क्रियापदस्य निर्माणार्थं त्रीणि कार्याणि सन्ति: विकरणप्रत्ययनिमित्तम् अङ्गकार्यं, तदा धातुविकरणप्रत्ययोः मेलनं, तिङ्गप्रत्ययः सिद्धिः. तिङ्गप्रत्ययनिमित्तकम् अङ्गकार्यं, तदा अङ्गतिङ्गप्रत्ययोः मेलनं. गतकरपत्रे प्रथमं कार्यं जातं, नाम धातुविकरणप्रत्ययोः मेलनेन अङ्गं निर्मितम्. द्वितीयं कार्यं किं? तिङ्गप्रत्ययस्य सिद्धिः. इतःपर्यन्तम् अत्र किं वयम् एतत् विषये अन्तिमवर्णः किं किं भवति, जय, नय, भव इति अकारान्तपदं श्रूयते, वयम् एतत् विषये दृष्टवन्तः. इदानीं क्रियापदस्य निर्माणार्थं क्रियापदं भवति इति अस्ति चेत् अत्र किं किं कार्याणि सन्ति? प्रथमं विकर्णप्रत्ययम् आ इति अस्ति, चप् इति भवति, आ अन्ततो कृत्वा भवति. अनन्तरं तिङ् प्रत्ययः टिप् तस्जि इति अस्ति. अनन्तरम् अत्र तिङ् प्रत्ययनिमित्तिकम् अङ्गकार्यम्, एतत् योजनेन एव अङ्गकार्यं पूर्णतया भवति इति वयं दृष्टवन्तः. इदानीमत्र अञ्जना भगिनी पठतु. अत्र समर्थव्यं यत् स्मर्तव्यं स्मर्तव्यं यत् वस्तुतः विक्रयणप्रत्ययस्य अङ्गा आगमनार्थम् अस्तु. अङ्कलक्ष्मी पठतु. अत्र स्मर्तव्यं यत् वस्तुतः विकरणप्रत्ययस्य आगमनार्थं तिङ्प्रत्ययः आवश्यकः एव. प्रथमं धातुः अस्ति, तदा लकारः विवक्षितः. लकारस्य स्थाने तिङ् संज्ञकप्रत्ययः आगतः, तदा एव कर्तरि शप् इत्यनेन विकरणप्रत्ययः आयाति. अतः प्रष्टुं शक्यते यत् तिङ्प्रत्यय सिद्धिः द्वितीये सोपाने कथं भवितुम् अर्हितुम्. उत्तरम् एवं प्रथमसोपानस्य कृते तिङ्प्रत्ययस्य आवश्यकता अस्ति एव. सत्यं मनसि एवं भवेत्. परन्तु क्रियापदस्य निर्माणार्थम् अस्माकम् अंशद्वयम् अस्ति, अङ्गं तिङ्प्रत्ययः च. द्वयोः पृथक् यन्त्रागारम् अस्ति. समयदृष्ट्या तिङ्प्रत्ययः पूर्वम् एव क्रियते, तथापि केवलं चिन्तनार्थम् अनेन क्रमेण सौकर्यम् अस्ति. प्रथमम् अङ्गं निर्मामः, तदा तिङ्प्रत्ययं साधयित्वा आनयामः. अस्माकं पृथक् यन्त्रगारे तिङ्प्रत्यय सिद्धिः भवति तावत् एव. अत्र अत्र स्मर्तव्यं यत् वस्तुतः वस्तुतः विकरणप्रत्ययम् आगमनार्थं तिङ् प्रत्ययः आवश्यकः एव खलु. प्रथमं धातु अस्ति, भू इति धातु अस्ति, तदा लकारः विवक्षितः. अत्र लट् अस्ति वा लोट् अस्ति वा अनन्तरं लङ् अस्ति वा विधिलिङ्ग् भवति वा एतत् अत्र विवक्षितः आशा अस्ति. अनन्तरं तत्र अपि प्रथमपुरुषः भवति वा द्वितीय प्रथम एकवचनं भवति वा प्रथमपुरुषे एकवचनं वा द्विवचनं वा बहुवचनं वा इति अपि विवक्षा अस्ति. अनन्तरम् अत्र पुरुषः विषये एव उत्तमपुरुषः वा मध्यमपुरुषः वा अत्र अग्रे प्रथमपुरुषः वा एतत् विवक्षितः अस्ति. लकारस्य स्थाने इदानीं तिङ्गसञ्ज्ञकः प्रत्ययः आगतः. तिङ्ग सिप्तस्जि एतत् अग्रे आयाति एव. सिप्तस्जि सिप्तस्त निपुवस्मस् इति अस्ति. एतत् परस्मैपदिनः. अनन्तरं मूल आत्मनेपदी किं भवति? सा आतां झ धास् आत्थां त्वं यिड् वचि महेङ्ग् इति अस्ति. एतत् आत्मनेपदिनः. अत्र एतत् रूपशुद्धिः लकारस्य स्थाने तिङ् प्रत्ययः आगतः. तदा एव कर्तरि शप् भवति. विकरणप्रत्ययः कर्तरि शप् आयाति. अतः किं भवति? अत्र प्रष्टुं शक्यते यत् तिङ् प्रत्ययः सिद्धिः द्वितीये सोपाने कथं भवितुम् अर्हति. प्रथमं धातु अस्ति, अनन्तरं तिङ् प्रत्ययम् अस्ति. उत्तरम् एवम् अस्ति, प्रथमसोपानस्य कृते सोपानमित्युक्ते क्रिया क्रमः स्टेप्स्. प्रथमसोपानस्य कृते तिङ् प्रत्ययस्य आवश्यकता अस्ति एव. प्रथमम् अत्र टिप् तस्जि इति आवश्यकमेव. एतत्तु सत्यं, मनसि एवं भवेत्. परन्तु क्रियापदस्य निर्माणार्थम् अस्माकम् अंशद्वयमस्ति खलु, अङ्गं भवितुम् अर्हति तिङ् प्रत्ययः च, अङ्गमपि अनन्तरं तिङ् प्रत्ययः अपि. द्वयोः पृथक् पृथक् यन्त्रगारम् अस्ति. यत्री अत्र फ्याक्ट्रि अस्ति चेत् अत्र पृथक् पृथक् अत्र विभागः डिपार्ट्मेण्ट् अस्ति खलु. अत्र तदेव इदानीमेव प्रथमम् अङ्गं भवति, अनन्तरं तिङ् एतत् विषयाणि भवन्ति. पृथक् पृथक् यन्त्रगारम् अस्ति एव. समयदृष्ट्या तिङ् प्रत्ययः पूर्वमेव क्रियते. अतः तिङ् प्रत्ययम् आगच्छति फस्ट्, प्रथमम् आगच्छति. तदापि केवलं चिन्तनार्थम्, अनेन क्रमेण सौकर्यमस्ति. किं प्रथमम् अङ्गनिर्मामः, अनन्तरं तिङ् प्रत्ययं साधयित्वा आनयामः. इदानीम् अस्माकं पृथक् यन्त्रगारे तिङ् प्रत्ययाः सिद्धिः भवति. तावदेव. इदानीं वयं जानीमः भूयोगः शप् योगः कि किमपि कार्यं भवति अनन्तरमेव अन्ततो गत्वा भवति इति अन्तिमरूपं निष्पन्नम्. इदानीम् अग्रे पठतु. किं गोदमल् पठतु. शान्ताभगिनी पठतु. सरि तर्हि अधुना तिङ्गप्रत्ययान् साधयितुम् इच्छामः. वदति, वदतः, वदन्ति इत्येषु क्रियापदेषु ति तः अन्ति इति तिङ्गप्रत्ययाः सन्ति. तेषां तिङ् संज्ञा भवति. अतः तिङ् संज्ञाकप्रत्ययाः इत्युच्यते उच्यन्ते एते च प्रत्ययाः आरम्भे स्वमूलरूपे सन्ति आहत्य नवप्रत्ययाः परस्मैपदिधातूनां कृते नवप्रत्ययाः आत्मनेपदिधातूनां कृते संज्ञाकप्रत्ययाः इत्युक्ते तिष्ठति तर्हि परस्मैपदिधातूनां मूलतिङ् प्रत्ययाः तिप् तस् परस्मैपदिधातूनां मूलतिङ् तिङ् प्रत्ययाः तिप् तस् गि सिप् तस् था मिप् वस् मस् आत्मनेपदिधातूनां मूलतिङ्गप्रत्ययः ता आतां ज्ञा तास् आतां द्वम् इट् वहि महिं येषां नाम तिङ् यतोहि तिप् इत्यस्य ति तः आत्मनेपदिदूत धातूनां कृते महिङ् इत्यस्य इङ् पर्यन्तं भवन्ति आहत्य अष्टादशमूलप्रत्ययाः सन्ति तर्हि तिप् इत्यस्य ति तः महिङ् इत्यस्य इङ् पर्यन्तम् अतः ति योगः इङ् तिङ् अत्र इदानीं वयं जानीमः तिप्तस् जि चिप्तस् मिपुवस्मस् इति परस्मिपदी अनन्तरम् आत्मनेपदि धातूनां सा आतां झ तास् आतां त्वम् इड् वहि महिम् इदानीम् अत्र तिप् अस्ति ति अनन्तरम् आत्मनेपदि महिङ् अस्ति अत्र इङ् एव स्वीकुर्मः अतः ति योगः इङ् योगः तिङ् इति अष्टादश धातवः सन्ति प्रत्ययाः सन्ति इदानीम् अनिल् महोदय पठतु एभ्यः मूलप्रत्ययेभ्यः दशानां लकाराणां प्रत्ययाः साध्यन्ते एकैक लकारस्य अष्टादश सिद्धप्रत्ययाः सन्ति नवप्रत्ययाः परस्मैपदिधातूनां कृते नवप्रत्ययाः आत्मनेपदिधातूनां कृते एकैकस्य लकारस्य प्रत्ययाः भिन्नाः परन्तु येषां सर्वेषां प्रत्ययानां मूलं तु एते उपरि लिखिताः अष्टादशः मूलाः अवधेयं यत् अङ्गं द्विविधा अदन्तम् अनदन्तम् च तदाधारेण सिद्धप्रत्ययाः अपि द्विविधा अदन्तानां कृते सिद्धप्रत्ययाः भवन्ति तेभ्यः अनदन्ताङ्गानां कृते च सिद्धप्रत्ययाः किञ्चित् भिन्नाः द्वयोः मध्ये बहुत्र साम्यम् अस्ति कुत्रचित् एव भेदः अधुना अस्माकम् अवधानम् अदन्ताङ्गानां सिद्धतिङ्प्रत्ययेषु अस्ति अत्र प्रतिपादयतु मूल प्रत्यय दश लकारस्य मूलप्रत्यय तो विकरणप्रत्यय अपि साधनं तो कृतमेव अत्र एकैक लकारस्य अष्टादश तिङ्प्रत्ययानां योजनेन किं किं भवति एतत् अवलोकनं भवति। अत्र नवप्रत्ययः परस्मे धातूनां कृते अस्ति, नवप्रत्ययः आत्मनेपदिन धातूनां कृते अस्ति। एकैक लकारस्य स्वीकृत्य एकैक तिङ् प्रत्ययः स्वीकृत्य किमर्थं सिद्धिः भवति अत्र अवलोकनं करोति कथं भवति दशलकाराणाम् अत्र प्रत्ययः एकमेव लट् एव नास्ति, दशलकारः भवति अत्र, लकाराणां दश भवति। इदानीमत्र अङ्गं द्विधा भवति, एतदपि वदतु। अदन्तम् अङ्गम् अनदन्तम् अङ्गम्। अदन्तम् अङ्गम् इत्युक्ते अङ्गस्य अन्ते अकार अस्ति, अनदन्तम् अङ्गम् इत्युक्ते अङ्गस्य अन्ते अकार नास्ति। उत्तमम् उत्तमम्। तत् आधारेण सिद्ध प्रत्ययः द्विविधा भवति, सिद्धि प्रक्रिया अपि द्विविधा भवति। अदन्तानाम् अङ्गे कृते सिद्ध प्रत्ययः भवन्ति, तेभ्य अनदन्तानाम् अङ्गानां कृते च सिद्धप्रत्ययः किञ्चित् भिन्ना, द्विविधा प्रक्रिया किञ्चित् भिन्ना अस्ति। मूलतः तु समानमेव, परन्तु कुत्रचित् भेदः अस्ति। तो अधुना अस्माकं प्रथमम् अदन्ताङ्गानां किं सिद्धिः भवति तत् दृष्ट्या अवलोकनं। बहु उत्तमम्। इदानीमत्र अञ्जना भगिनी पठतु। एतावता यादृशी कार्यशैली वर्णिता सा अत्यन्तं शक्तिशालिनी। अङ्गं साधयतु अङ्गयन्त्रागारे तदा किं प्रत्ययं साधयतु प्रत्ययन्त्रगारे गरेह तदा द्वयं मेलयतु। एवं च एकैकस्य लकारस्य कृते द्वयं यन्त्रागारं भवतु। यदा लट् लकारे सर्वेषां द्विसहस्रस्य धातूनाम् अङ्गं कर्मेण निर्मातु तदा सिद्धप्रत्ययैः सह मेलयतु। एवं रीत्या लट् लकारे कस्यचिदापि नैपुण्यं भविष्यति एव। इदानीम् एतावता यादृशी कार्यशैली भविता वर्णिता सा अत्यन्तं शक्तिशालिनी। अङ्गं साधयितुम् अङ्गयन्त्रगारे तदा तिङ् प्रत्ययं साधयितुं प्रत्यययन्त्रगारे तदा द्वयं मेलयतु। प्रथमम् अत्र धातु अस्ति, अनन्तरं तिङ् प्रत्ययः अत्र अस्ति, पृथक् पृथक्तया अस्ति। एवं च एकैकस्य लकारस्य कृते स्वयं यन्त्रकारं भवतु। लट् अस्ति, लोट् अस्ति, विधिलिङ्ग् अस्ति, क्रमेण अत्र दशलकारः अपि अस्ति। यत्र लट् लकारे सर्वेषां द्विसहस्रस्य धातूनाम् अङ्ग क्रमेण निर्मातु। लट् लकारे लट् लकारम् एव उक्तम्। इदानीम् अत्र किं द्विसहस्रस्य धातूनाम् अङ्गं क्रमेण निर्मातुम्। अत्र लट् लकारविषये एव द्विसहस्रम् इत्युक्ते अत्र लोट् अपि द्विसहस्रमस्ति वा, अत्र लङ् अपि अस्ति वा, विधिलिङ्ग् अपि अस्ति वा? आम्, बहु बृहत् कथं भवति भगिनि? क्रमेण भवति एव। इदानीमेव लट् विषये आगतं खलु, लट् विषये अत्र द्विसहस्रस्य धातूनाम् इदानीम् अत्र पश्येम। लट् इति अस्ति चेत् अत्र भूधातु, अनन्तरम् अत्र धातुमाला भवत्याः समीपे अस्ति वा इति वा न अहं न जानामि. तत्र अत्र पश्यतु, इदानीम् अत्र भूधातुः अस्ति चेत् एतत् पुटसङ्ख्या त्रीणि अस्ति अत्र. भू इति धातुः अस्ति, भुवादयः धातवः अस्ति अत्र. प्रथमं भू धातुः, अनन्तरम् अत्र एद् धातु, एद वृद्धौ, अनन्तरम् अत्र अटगतौ. इदानीम् अत्र अहं सूचयिष्यामि, एकनिमिषम् इदानीमत्र किं भवति, एकनिमिषम् द्रष्टुं शक्यते खलु. द्रष्टुं शक्यते खलु. इदानीम् अत्र अथ पाणिनीयधातु पाठः इति अस्ति. अत्र भू, एद, स्पर्द, गाद, वाद, नाद, नाद्, दद्, कन्द इति गच्छति. द्विसहस्रं धातवः सन्ति एव अत्र. क्रमेण अत्र एकमेकं भवन्तः कर्तव्यमेव. अत्र उदाहरणरूपेण इदानीम् अत्र भूसतायं धातु अस्ति चेत् अत्र लट्लकारे भवति भवतः, भवन्ति भवसि भवतः, भवत भवामि भवावः भवाव भवामः इति अस्ति. लट् विषये अत्र लट् अस्ति, अनन्तरम् अत्र लोट् भवति, भवतात् भवतात् इति. अत्र करिच इत्यनेन प्रथमवर्णः, जलां जिषन्ति इत्यनेन भवतात् भवति, भवतु भवतां, भवन्तु भव भवतात् भवतात् भवतं भवत भवानि भवावव भवाम इति अस्ति. एतत् अत्र कार्याणि बहवः सन्ति एव. अनन्तरं लङ्लकारः अभवत् अडकमश्रूयते एव. अत्र बहवः कार्याणि सन्ति. विधिलिङ्ग् भवेत् इति भवति, तदेव अत्र एद् इति धातु अस्ति. किं भवति, एतत्तु आत्मनेपदिनः, अतः एदते, एदेते, एदन्ते, एदसे, एतद् एतद् पश्यतु, एदसे, एदेते, एतद्वे, एदे, एदावहे, एदामहे इति भवति. एतदेव अत्र कार्याणि, बहवः कार्याणि द्विसहस्रं धातवः स्वीकृत्य कार्यमत्र भवति इति. प्रश्नः उदेति वा शान्ता भगिनी? न. इदानीमत्र इत्संज्ञकः अपि आवश्यकम्. अत्र अस्मिन् करपत्रे मूलप्रत्ययेभ्यः कथं परस्मैपदी लट्लकारः तदा परस्मैपदी लोट्लकारः प्रत्ययः साध्यन्ते इति द्रक्ष्यामः अग्रिमवर्गे. अत्र किं किं कार्यं भवति इति वयं द्रष्टुं शक्यते. इदानीमत्र परस्मैपदी लट्लकारः लोट्लकारः विषये साध्यन् कथं भवति, सूत्राणि बहवः सन्ति एव. अनन्तरम् अत्र अङ्गकार्यं भवति, इत्संज्ञकः विधानमपि भवति. एतत् वयम् इत्संज्ञकविषये एव वयं दृष्टवन्तः. दशकते हलन्त्यं, तस्य लोपः, एतत् सर्वाणि इत्संज्ञकः धातवः एव. इदानीम् अत्र तानि इत्थसंज्ञविधायकसूत्राणि षट् सन्ति, वयं दृष्टवन्तः खलु, अलन्त्यं तस्य लोपः न विभक्तौ स्मः, अनन्तरं किं भवति तत्सजुषोरुः विरामो अवसानं करवसानयोर्विसर्जनीयः ज्योन्तः इति बहवः कार्याणि इतः आरभ्य किं भवति किमपि कार्यं बहवः सन्ति, सावधानतया अत्र श्रोतव्यमेव किं भवति किम् अत्र कार्यं भवति इति अत्र इदानीम् अत्र एलिमेण्ट्रि स्कूल् अभवत्, इदानीं स्कूल् 6 to 10 standard इति अत्र गन्तव्यमेव, अतः तत्र किं किं कार्यं भवति इति समीचीनतया द्रष्टुं शक्यते एव, परन्तु अग्रिमवर्गे अस्मिन् करपत्रे मूलप्रत्यये कथं परस्मैपदी लट्लकारः कथं भवति इति वयं द्रष्टुं शक्यते एव, अत्र किं भवति धातु इदानीं येदते अस्ति चेत् अत्र एदते अत्र भुवादयो धातवः एद एद् वृद्धौ इति अस्ति, एद् वृद्धौ एदा इति अस्ति उपदेश अज अनुनासिक इति चेत् न श्रूयते महोदय. ओ समीचीनम्, अत्र एद् वृद्धौ इति अस्ति, एद् वृद्धौ इत्युक्ते वृद्धिः एव भवति, अत्र एद भुवादयो धातवः एद् योगः लट् वर्तमाने लट् भवति, अनन्तरम् अत्र तिप्तस्ति तिप्तस्थ निपुवस्मस् एतत् अभवत्, इदानीं ता आताम् एतत्तु आत्मनेपदिनः, अतः ता इति विवक्षा अस्ति, अनन्तरं शप् मध्ये आगच्छति अतः आ एव तिष्ठति, एद् योगः आ योगः ते, इदानीं तकारः एव अस्ति, किमर्थम् अत्र एद ते इति भवति, एकारः तिते आत्मनेपदानां तेरे इत्यनेन अत्र तकार उत्तरवर्ते अकारस्य स्थाने एकारः श्रूयते, अतः एदते इति भवति, पूर्णतया अग्रिमवर्गे अत्र भू इति धातुः स्वीकुर्मः, अत्र भूधातोः प्रथमम् अत्र किं कार्यं भवति चेत् लट् लोट् लङ् विधिलिङ्गे एव स्वीकुर्मः, अन्य लकारः किञ्चित् बहवः कार्याणि सन्ति एव, अतः अग्रिमवर्गे वयं द्रष्टुं शक्यते एव भू इति धातुः आरभ्य. अस्तु शान्ता भगिनी अन्तिमश्लोकं वदतु. ॐ सहना भवतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावतीतमस्तु मा विद्विषावहैः. ॐ शान्ति शान्ति शान्तिः. श्रीगुरुभ्यो नमः. सर्वेभ्यो नमस्कारः. धन्यवादः भगिनि. एककार्यमहं धन्यवादः नमस्कारः. अग्रिममध्ये अहं न आगन्तुं शक्नोमि, गृहे स्थिरवासरे सार्धमस्ति, रविवासरे सुमङ्गलीप्रार्थना अस्ति, अतः अहम् आगच्छुं न शक्नोमि.